स्पष्टं महोदय. आम् आम् नास्ति महोदय. आरम्भे एव न वदन्ति न वदी न वदति. मृत्योनन्तरं किं भवति? स्पष्टं महोदय. आम् पूर्वोक्तम् इत्युक्ते पूर्वं सम्बन्धि यदर्थ साम्प्राय परलोकः कुत्र अस्ति? परलोकः हृदये सत्यति न प्रयोजने दोषम् अन्यतः पृथक् कृत्वा अपि अज्ञानं कृतवान् इतः पुनः अपि समीचीनः अस्ति वा? हरि ओम् महोदय. नास्ति एवं तर्हि द्वितीयां पङ्क्तिं पठामः. द्वितीया पङ्क्ति अन्यत्रयो अन्यदुदये श्रेयस्ति उपे नानाब्धे पुरुषं सीमितः तयोः श्रेय आगतस्य साधु अवधीयते अर्थात् उप्रेयो ब्रवीते तयोः श्रेय आदगानस्य साधु अवधिप्रेयो वर्णीते. एकैकं पदं वदामि. अन्यत् श्रेयः अन्यत् श्रुत एव श्रेयः ते उभे नानार्थे पुरुषं किनीतः तयोः श्रेयः आददानस्य साधु भवति दीयते अर्थात् यः मु प्रेयः प्रदीयते. अन्यत् श्रेयः अन्यत् श्रेयः संहिताय सन्तु अन्यत् श्रेयः श्रेयः नाम निःश्रेयसं श्रेयः अर्थात् इदानीम् अस्माकं मोक्षरूपादि अन्ते यत् प्राप्तव्यमस्ति अत्यन्तम् इदं यद्भवति तदेव श्रेयः. श्रेयः श्रेयः प्रेयः उभयोः भेदः. इदानीं यदत्यन्तम् इदं तदेव श्रेयः. यद् अत्यन्तं मनोहरं मनसः तृप्तिकरं सन्तोषकरं भवति तद् प्रेयः. प्रेयः प्रियं इत्यस्य कम्पारिटिव् डिग्री प्रेयः. भवन्तः जानन्ति वा? आमाम्. अतः अत्र अस्माकं जीविते एवं भवति. द्विधा अस्ति, प्रेयः अपि अस्ति श्रेयः अपि अस्ति. उदाहरणमहं वदामि. इदानीं भवतां मध्ये मधुमेहः कश्चन अस्ति वा? मधुमेहः नाम मधुमेहः नाम डैबेटिस् इति कस्यापि मधुमेहः अस्ति तर्हि किं भवति? तस्य सीता अत्यन्तं प्रिया. सीता नाम शुगर्, वैट् शुगर्. सीता सीता सीता अत्यन्तं प्रिया. परन्तु शर्करा सीता नास्ति. यदि सः शर्करां खादिष्यति, मधुमेहः शर्करां खादिष्यति, सीतां खादिष्यति तर्हि किं भविष्यति? तस्य रोगः मूर्च्छति, रोगः अधिकः भवति. अतः तस्य शर्करा न सीता अस्ति, परन्तु शर्करा बिटर गोड अत्यन्तं तिक्तं. एवञ्च केवलं Obi-Wan. Mr. Good, Athava, Karavendam, Rasam Pathum, Kevalam Rasam Pathum, Swarasam Pathum, Mahatma Kachana Vansha. Parantu, Madhumehi Asti, Sarjikute, आम आम श्रेयः प्रेयः शब्दद्वयं तस्य एक्सप्लेनेशन अस्ति अत्र प्रेयः सुखदायि वा अस्तु किं कुरुतः किञ्चित् सिनीतः इत्युक्ते बाउंड वा आम अस्तु ज्ञातम् आम् एवञ्च श्रेयप्रेयसि श्रेयः श्रेयः च उभे पुरुषं महिष्यं व्यस्नीतः एवञ्च बन्धने स्थापयतः महिष्यं श्रेयः अपि श्रेयः अपि अतः यतः मनुष्यस्य एवञ्च श्रेयः अपि इच्छाविषयः अस्ति प्रेयः अपि मनुष्यस्य इच्छाविषयः अस्ति मम प्रेयः अस्तु इत्यपि मम इच्छा अस्ति खिल न सर्वेषां भवति मम आत्यन्तिकं सुखं भवतु मोक्षः भवतु इति इच्छा तद्वत् मम इदानीं यत् प्रियमस्ति एतत् सर्वं सम्यक् यद् अस्ति दृष्टुमिच्छा यस्य रसः अस्ति तस्य खादने इच्छा यत् प्रियं भवति तत्रापि इच्छा एवञ्च मनुष्यस्य बन्धनं तत्रैव श्रेयस्य अपि मनुष्यस्य बन्धनं श्रेयस्य अपि मनुष्यस्य श्रेयः अपि मनुष्यं दृश्यति परन्तु श्रेयस्ति तद् श्रेयसः यत् प्रयोजनमस्ति तद् भिन्नं परन्तु नास्ति महोदय आददान इत्युक्ते किम् हरि ओम् न न श्रोतुं शक्यते भो आङ्ग्लभाषायामस्ति तद् तस्मिन् ஆமாம். அர்த்தாத் ஹூ வா வேதே எவ உபயுஜ்யதே வா. அதுவா ந ஊத்து பட் டிஃபரன்ஸ். வயம் தான் आम महोदय अस्तु आगामि सप्ताहे अहं कैलिसमध्ये उपविशामि मम इदानीम् अहं गुरुवायुरे अस्मि इति कारणेन समीपे कम्प्यूटर् स्थापितम् अस्तु अदेव अस्माकं क्लेशः सञ्जातः आगामि सप्ताहे विषये भविष्यामि तदानीं तत्र सङ्गणकं भविष्यति अस्तु पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ओम् नमः हरिः ओम् नमस्कारः महोदय एकः प्रश्नः वदामि तत्र